नमस्सर्वेभ्यः. अस्माकं समासवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः तत्पुरुषसमासः इति विषयः प्रवर्तमानः आसीत्. तत्र इतोपि अन्तिमभागः अस्ति. गीताप्रवेशपुस्तके 26-101 पृष्ठे श्लोकाः सन्ति. तान् श्लोकान् पठित्वा अग्रे बहुव्रीहिसमासस्य विषये ज्ञास्यामः. तर्हि अधुना अत्र गीताप्रवेशः इति पुस्तके पेज् 126 तत्र राजेन्द्रमहोदय पठति वा आरम्भं करोति वा? आम् आं भगिनि. कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः बुद्धियुक्ता बुद्धिया युक्ता संपूर्णतया श्लोकं पठतु एकवारं. कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः जन्मबन्ध विनिर्मुक्ता पदं गच्छन्त्यनामयम् मम सकाशे इदानीं गीता भगवद्गीता नास्ति भगिनि. ओ नास्ति वा? अस्तु अस्तु. अत्र इदानीम् अत्र समस्तपदानि कानि इति एकवारं वदतु. बुद्धियुक्ता अहं चिन्तयामि बुद्ध्या युक्ता अत्र तृतीयतत्त्वसमासः बुद्ध्या युक्ता. समीचीनम्. अपि च द्वितीयमस्ति जन्मबन्ध विनिर्मुक्ताः. अत्र तु चत्वारि पदानि सन्ति वा भगिनि? न न न हा वस्तुतः हा पञ्चपदानि सन्ति. जन्मबन्ध जन्मेन बन्ध तृतीयतत्पुरुषसमासः अत्र जन्मन् इति अस्ति खलु? जन्मन् इति प्रातिपदिकं जन्मना बन्ध जन्मना बन्धः इति जन्मना बन्धः इति तथा वदति. अस्तु हा जन्मना बन्धः इति जन्मना बन्धः इति तृतीयतत्पुरुषसमासः इति वदति. कुत्रचित् जन्मनः बन्धः इति षष्ठीतत्पुरुषसमासः अपि दृश्यते. परन्तु तत्र जन्म एव बन्धः खलु? यदि जन्मः एव बन्धः तस्मात् विनिर्मुक्ताः इति वक्तुमिच्छामः चेत् तर्हि तत्र कर्मधारयसमासः अपि भवितुम् अर्हति. अस्तु. जन्मना बन्धः विनिर्मुक्ताः जन्म एव बन्धः अथवा जन्मना बन्धः. यतोहि बन्धः इति तान्तरूपम् अस्ति. न तान्तरूपं नास्ति. तान्तरूपं नास्ति बन्ध इति हा बन्धः इति तान्तरूपं नास्ति. जन्मना बन्धः इति अत्र प्रायः महोदय अत्र जन्म एव बन्धः इति इतोपि समीचीनं महोदय. जन्म एव बन्धः तस्मात् विनिर्मुक्ताः इति नो चेत् अत्र जन्मबन्धनेन विनिर्मुक्ताः इति जन्मबन्धनेन विनिर्मुक्ताः इति तत्र कीदृशसमस्तपदम् अत्र वि अपि उपसर्गः अस्ति नि अपि उपसर्गः अस्ति तत् दृश्यते. तत् प्रादिसमासः हा प्रादिसमासः अपि अस्ति. तदनन्तरं सम्पूर्णतया समस्तपदं अत्र तृतीयतत्पुरुष कर्म तृतीय तत्पुरुष गर्भ तृतीय तत्पुरुष गर्भप्रादि समासः महोदय अत्र वस्तुतः प्रायः अत्र वस्तुतः षष्टि भवति नो चेत् कर्मधारयः भवति महोदय. अत्र तृतीया इति न दृश्यते पुस्तकेषु, तृतीया न दृश्यते. भवतः पुस्तके तृतीया अस्ति वा? पुस्तकेषु पश्यामः चेत् यतोहि अत्र किमर्थं तथा वदामि इति चेत् अत्र गीताश्लोकेषु बहुत्र आश्रप्रयोगः अस्ति, तत्र अर्थः कः इति विचिन्त्य एव समस्तपदं भवति खलु. यावत् मया दृष्टं तत्र षष्टि भवति नो चेत् कर्मधारयः एव दृश्यते. अतः जन्म एव बन्धः नो चेत् जन्मनः बन्धः इति तादृशं दृश्यते. अतः तथा भवतु, तर्हि जन्मबन्धः इति षष्टि नो चेत् कर्मधारयः भूत्वा तदनन्तरं तृतीया तत्पुरुषसमासः जन्मबन्धेन विनिर्मुक्ताः. भगिनि एकः प्रश्न, अत्र उपमानपूर्वपद कर्मधारयसमासः अस्ति वा? कथं जन्म एव बन्धः? तदेव उक्तवती खलु, तद् उपमान नास्ति, तत्र अवधारणपूर्वपदकर्मधारयः. तत् मया लिखितम् अवधारण. इदानीं अस्तु अस्तु. अन्य के के सन्ति विलम्बेन? नमस्कारः भगिनि. पुष्पा भगिनि, अनन्तरं अरुणा राम. अरुणा भगिनि नमस्कारः. तृतीय न षष्टि तत्पुरुष न? हा षष्टि, षष्टि इति अपि दृश्यते नो चेत् कर्मधारय अपि दृश्यते. तृतीया न दृश्यं मया कुत्रचित्. भवन्तः निर्मुक्ता तत्तु पञ्चमी न? तस्मात् विनिर्मुक्ताः, यतोहि मुक्ताः इति तान्तरूपम् अस्ति, तत्र तृतीया एव समस्यते. तत्र तु न क्लेशः, जन्मबन्धेन विनिर्मुक्ताः तत्र तु स्पष्टमस्ति, परन्तु जन्मबन्ध तत्र भिन्नभिन्न अर्थाः दृश्यन्ते. अत्र अर्थं कथम् अवगन्तुम् इच्छामः तदनुसृत्य समस्तपदं भवति. अस्तु महोदय, अन्यत् किमपि अस्ति वा? भगिनि क्षम्यतां, विनिर्मुक्ताः समस्तपद अपि अस्ति वा? सत्यं. कथं? वि इति वि इति उपसर्गपूर्वकः, नि इति उपसर्गपूर्वकः, मुक्ताः इति भगिनि पुस्तके अधोभागे दत्तमस्ति जन्म एव बन्ध तस्मात् विनिर्मुक्ता. सो जन्म एव बन्ध अवधारणपूर्वकर्मधारे समासः भवति, तस्मात् इति भवति पञ्चमी तत्पुरुष न? तत्र यत्र यत्र यत्र उत्तरपदे तान्तरूपमस्ति तत्र तृतीय तत्पुरुषसमासः एव भवति पुस्तकेषु दृश्यते वा? अत्र न सङ्गच्छति अर्थं तृतीया. जन्मबन्धेन विनिर्मुक्ताः इति, जन्मबन्धेन विनिर्मुक्ताः. अस्तु, तृतीया एव दृश्यते भगिनि सर्वत्र पुस्तकेषु अर्थं दृष्ट्वा. पञ्चमी अपि दृश्यते वा कुत्रचित्? पञ्चमी यदि वदामः तस्य पूरणश्लोकस्य अर्थं समीचीनम् आगच्छति. हा सत्यं, तथा तथैव अहमपि चिन्तितवती, आदौ तथा एव उक्तवती, परन्तु पश्यामः चेत् अत्र जन्मबन्धेन विनिर्मुक्ताः इति दृश्यते, तदपि समीचीनम् इति दृश्यते खलु. हेतु इत्यस्मिन् विषये हेतु इति चिन्तयामः चेत् जन्मबन्धेन विनिर्मुक्ताः इति तादृशम् अस्तु. यत्किमपि भवतु अग्रे सरेम इदानीं. अस्तु, जन्मबन्धात् विनिर्मुक्ताः भवितुमर्हति वा? जन्मबन्धात् विनिर्मुक्ताः इति अपि तदेव तथा एव भगिनीमपि वदति पञ्चमी इति. पञ्चमी इति कुत्रचित् पुस्तकेषु दृश्यते चेत् स्वीकर्तुं शक्नुमः, नो चेत् अत्र तृतीया, यतोहि उत्तरपदे तान्तरूपम् अस्ति इति कृत्वा तृतीया एव समस्यते अत्र सूत्रस्य अनुसारेण, परन्तु कुत्रचित् पञ्चमी अस्ति चेत् अपि तृतीया भवति भगिनी, जन्मबन्धेन विमुक्ताः इति वयं जन्मबन्धेन इति तृतीया तथापि जन्मबन्धेन तृतीया एव आगच्छति पञ्चमेन भगिनी, न न अत्र महोदय किं वदति इति चेत् जन्मबन्धात् इति जन्मबन्धात् इति अर्थं साधु वा न जानामि, तदेव मम अपि प्रश्नः अस्ति, कुत्रचित् पुस्तकेषु भिन्नभिन्नरीत्या भिन्नभिन्नरीत्या लिखितानि सन्ति, अतः अत्र अत्र सूत्रस्य अनुसारेण तृतीया एव सङ्गच्छते भगिनी. किञ्चित् सन्देहम् आङ्ग्लभाषायाम् अनुवादं करोमि चेत् अत्र बन्धात् विनिर्मुक्ताः अर्थम् आगच्छति. किमर्थम् आङ्ग्लभाषायाम् अनुवादं करोति, कः उक्तवान् आङ्ग्लभाषायाम् अनुवादं करोतु इति? आङ्ग्लभाषा मा मा स्वीकरोतु, यतोहि आङ्ग्लभाषायां ट्रान्स्लेट् करोति चेत् तत्र प्रायः अर्थः अहम् अवगच्छामि, परन्तु आङ्ग्लभाषायां मा ट्रान्स्लेट् मा करोतु, यतोहि अत्र अत्र काण्टेक्स्ट् डिफ्रेण्ट् अस्ति खलु. अस्तु तर्हि यत्किमपि भवतु अग्रे सरेम इदानीम्. अत्र महोदय अन्यत् किमपि अस्ति वा? अत्र तु मनीषिणः भगिनी, अत्र तस्य अर्थः कः? मनीषिणः हा कोऽपि वदतु, मनीषिणः इत्यस्य कीदृशप्रत्ययान्तशब्दः अस्ति? नकारान्तपदं मनीषिणः इत्युक्ते मानवः, अर्थं मानवः एव खलु, मनीषिणः इत्युक्ते मानवाः. न भगिनि, अहं मन्ये मनीषि इत्युक्ते यस्य यस्मिन् इच्छा अस्ति, मनीषा अस्ति. अत्र कीदृशप्रत्ययान्तशब्दः अस्ति? सत्यं, इनि प्रत्ययान्तशब्दः अस्ति. तर्हि मनीषा अस्य अस्ति वा? मनीषा इत्युक्ते तत्र बुद्धिः, बुद्धिः अस्य अस्ति वा इति अर्थः. तर्हि मनीषिणः इत्युक्ते पण्डितः इति अर्थः, पण्डितः अथवा ज्ञानी, ज्ञानी. अस्तु, मनीषा इत्युक्ते मानवः न किल? अस्तु, न न, मानवः इति अपि स्वीकर्तुं शक्नुमः, यतोहि मानवेषु एव बुद्धिः भवति खलु, मतबुद्धिः. अस्तु, हा, मनीषा इति मनीषिन् इति अत्र मनीषिन् इति प्रातिपदिकं, मनीषिणः मनीषिणः इति बहुवचनान्तरूपम् अस्ति, प्रथमवक्तौ बहुवचने. मतुप् प्रत्यये नास्ति किल? मतुप् नास्ति, मतुप् नास्ति, नास्ति. ज्ञानी पण्डितः सम्यक् दृश्यते, फलं त्यक्त्वा मनीषिणः, यः फलं त्यजति सः पण्डितः ज्ञानी. सत्यं सत्यं, तथैव कर्मजम् इति तदपि वदतु किमस्ति? अहं जव इति जन्म इति धातु, तस्य जातः जव भवति, कर्मण जातम् इति भवति, अत्र उपपदसमासः भवति. सत्यं भगिनि, अत्र अत्र विग्रहवाक्यं कर्मणः जायते, पञ्चमी कर्मणः जायते कर्मजः, तं कर्मजम् इति उपपदसमासः. अस्तु, अन्यत् किमपि अस्ति वा? बुद्धियुक्ता, कर्मजं, जन्मबन्धविनिर्मुक्ताः, तावदेव. अत्र अनामयं न आमयं, न आमयं नैतत्वसमासः तत्र, हा न आमयम्, आमयम् इत्युक्ते व्याधिः. सत्यं, व्याधिः. बहुव्रीहि अपि भवितुम् अर्हति वा? हा बहुव्रीहि, सत्यम्, अत्र अत्र सामान्यतया नैतत्पुरुषसमासः इति चिन्तयामः, परन्तु अत्र अनामयम् इति कस्य विषये अत्र श्लोके वदन् अत्र कस्य विषये अस्ति? न आमयः यस्मिन् तत् किल, हा अत्र न, अत्र कस्य विशेषणमस्ति अनामयम् इति, अनामयम् इति पदं गच्छन्ति अनामयं पदं पदं, हा सम्यक्, पदम् इत्यस्य कः सम्बन्धः? पदं गच्छन्ति अनामयम् इत्युक्ते यः यः सरति व्याधि विना यः सरति इति, अत्र पदम् इत्युक्ते पदम् इत्युक्ते अत्र अत्र चलति इति अर्थेन स्वीकुर्मः किल, न पदम् इत्युक्ते चलनम् इति नास्ति, पदम् इत्युक्ते अत्र स्थानम् इति अस्ति, अत्र स्थानम् इति स्थानम् इति आगच्छति, यः कर्मणः फलं त्यक्त्वा जन्मनः बन्धेन विनिर्मुक्तः भवति तादृशः अनामयं पदं गच्छति, अनामयं पदम् इत्युक्ते तादृशस्थानं गच्छति यत्र रोगः किमपि नास्ति, व्याधिः नास्ति, अनामयम् इत्युक्ते न आमयम्, आमयः इत्युक्ते व्याधिः, अनामयस्य रोगः व्याधिः, यदपि न रोगः अथवा न व्याधिः। हा विग्रहवाक्यं कथं वदतु राजी भगिनि? न विद्यते आमयः यस्मिन् तत् न विद्यते आमयः यस्मिन् तत् सत्यं सम्यक् सत्यं, कीदृशसमासः? तृतीया तत्पुरुषसमासः, न बहुव्रीहि, हा नै बहुव्रीहि, अद्य पठिष्यामः नै बहुव्रीहि इति एकः विधः, अस्तु समीचीनम्, अत्र भवती एव वदतु अर्थः कः श्लोकस्य? श्लोकस्य अर्थः बुद्धियुक्तमनीषिणः एव कर्मजं फलं त्यक्त्वा जन्मबन्धविधिमुक्ताः भवन्ति, ते एव अनामयं पदं गच्छन्ति। सम्यक्, तथैव अत्र मनीषिण इति कर्तृपदमस्ति, तस्य विशेषणमस्ति बुद्धियुक्ताः इति विशेषणम्, अपि च जन्मबन्धविनिर्मुक्ताः इति अपि विशेषणमस्ति मनीषिणः इत्यस्य, ते एव कर्मजं फलं त्यक्त्वा अनामयं पदं गच्छन्ति, तादृशस्थानं गच्छन्ति यत्र व्याधिशून्यम् अस्ति, व्याधिरहितस्थलं गच्छन्ति इति अर्थः, सत्यं सत्यं, समीचीनं भगिनि। अग्रे अत्र मेहुल् महोदय अग्रिमं करोति वा? अत्र एकः एव पङ्क्तिः अस्ति। आम् आम्, श्रुतिः प्रतिपन्ना ते यदा स्थास्यति निश्चला इति अस्ति, श्रुतिः प्रतिपन्ना इति समस्तपदं प्रतिपन्ना, अत्र अहं चिन्तयामि श्रुति अनन्तरं विप्र अनन्तरं आप् प्रतिपन्ना प्रति उपसर्ग सत्यं प्रति उपसर्ग आपन्ना इति अस्ति, परन्तु कथं पद् इति दातु महोदय, पद् पद्योगः तान्तरूपम्, अस्तु श्रुति विप्रति श्रुत्याम् अहं चिन्तयामि षष्ठी तत्पुरुषसमासः अस्ति तत्र श्रुति इत्युक्ते वेद उपनिषद् एतत् सर्वे एतेन एते सर्वे यः जानाति स एव श्रुतिविप्रतिपन्ना, अत्र तु तृतीयतत्पुरुष आगच्छति, श्रुतिभिः प्राति भगिनि, न न एकक्षणं भगिनि एकक्षणं महोदय महोदय वदतु अत्र किम् उक्तवान्, षष्ठी इति उक्तवान् खलु, विग्रह षष्ठी इति विग्रहवाक्यं कथं भवति? श्रुत्याः यत् जानाति विप् अत्र जानाति इति अर्थे नास्ति खलु इत्युक्ते वेदे संशयमापन्नाः ओ अस्तु अस्तु यस् यस्मिन् वेदविषये संशयः नास्ति ते श्रुतिविप्रति इति अस्ति वा वेदविषये अस्तु येषां वेदविषये संशयः अस्ति सप्तमी एव पुस्तकेषु सर्वत्र दृश्यते अहं किमर्थं तथा वदामि इति चेत् किमर्थं पुस्तकस्य यतोहि तत्र बहुत्र गीताश्लोकेषु सूत्रानुसारेण समस्तपदं न भवति बहुत्र अत्र आर्षप्रयोगः तादृशं भवति अतः अत्र पुस्तकेषु कथमस्ति तथैव अहं चिन्तयितुं स्वीकर्तुम् इच्छामि यतोहि तत्र अर्थम् अवगम्य समस्तपदं भवति खलु अतः अत्र वस्तुतः पुस्तकेषु अत्र सप्तमी तत्पुरुषसमासः एव अस्ति श्रुतौ विप्रतिपन्नाः इति श्रुतौ विप्रतिपन्नाः विप्रतिपन्नाः इत्यपि समस्तपदमस्ति विप्रति योगः पद् तान्तरूपं तत्रापि प्रादिसमासः प्रादिसमासः तान्तरूपम् इत्युक्ते तृतीया अपि आगच्छति वा तृतीया इति अस्ति इति वा प्रादिसमासः तदनन्तरं पन्ना इति तत्तु कृदन्तरूपं किल पन्ना इति तान्तरूपं ताङ्क्तरूपं ताङ्क्तरूपम् इत्युक्ते तृतीया तत्पुरुषसमासः प्रादिसमासगर्भे तृतीया तत्पुरुषसमासः न कुत्र अस्ति तृतीया तत्पुरुषसमासः ओ प्रथमतया तत्र वि इति उपसर्गः अस्ति इति प्रादिसमासः इति वदति तदनन्तरं प्रतियोगः पन्ना इति प्रति अस्तु प्रादिसमासः पन्ना इति पदे पन्ना इति पदं पद् धातोः ताङ्क्तरूपं किल तत्र समासः नास्ति भगिनि एकमेव पदं पन्ना इति एकं पदम् अस्तु पद्योगः तान्तरूपं पन्ना इति रूपम् अस्तु अनन्तरं तत्र निश्चल इति किमस्ति महोदय कथं श्रुतिभिः प्रतिपन्ना इति लिखितं भगिनि अत्र कुत्र भवत्याः पुस्तके वा हा पुस्तके श्रुतिभिः प्रतिपन्ना इति अस्ति अतः एव भगिनि अस्तु तथापि तथापि बन्धु किल अतः एव विप्रतिपन्ना इति लिखितम् अस्तु अस्तु चिन्ता नास्ति तदपि स्वीकरोतु द्वितीया अथवा सप्तमी यत्किमपि भवतु अस्तु अग्रे अग्रे निश्चल इति अहं चिन्तयामि नि उपसर्ग चल चल इति अस्ति अतः सत्यं समीचीनम् अर्थः कः इति अवगच्छति वा अत्र एकः एव पङ्क्तिः अस्ति अहं चिन्तयामि यस्मिन् श्रुतिविषये शङ्का नास्ति ते तस्मिन् मनसि किमपि चलनं न भवति ते सर्वे निश्चला भवति सत्यं दृढमनसि सन्ति इति अस्तु अस्तु समीचीनं समीतम् अग्रे अत्र राजीव भगिनी अग्रिमं करोतु कामक्रोधवियुक्तानां यतीनां यतचेतसां कामक्रोधाभ्याम् अतः लिखितं कामक्रोधाभ्यां वियुक्ताः इति कामक्रोधाभ्याम् इति वयं स्वीकुर्मः चेत् पञ्चमी तत्पुरुषः इति अहं चिन्तयामि पञ्चमी तत्पुरुषसमासः अथवा कामेन क्रोधेन ल कामेन क्रोधेन वियुक्तः इति स्वीकुर्मः एकक्षणं क्रमेण गच्छतु भगिनि प्रथमम् अत्र कामक्रोधः कामः अपि क्रोधः त तत्र कामः च क्रोम क्रोधः इति इति नयामः चेत् द्वन्द्वसमासः तर्हि तत्र तत्र समस्तपदं किम् कामः च समस्तपदम् अत्र कामक्रोधः इति इति अस्ति पदद्वयमस्ति खलु पदद्वयमस्ति कामः क्रोधः भवितुं न अर्हति काम च क्रोध द्वन्द्वसमासं परन्तु तत्र समस्तपदं सम्यक्तया न उक्तम् कामक्रोधे कामक्रोधौ हा कामक्रोधौ इति द्विवचने अस्ति सदस्यद्वयम् अस्ति खलु द्विवचने कामक्रोधौ इदानीं कामक्रोधवियुक्तानाम् इति एकपदं वयं स्वीकुर्मः चेत् कामक्रोधाभ्यां वियुक्ताः तेषाम् इति अत्र अत्र दत्तमस्ति कामक्रोधाभ्यां इत्युक्ते षष्टितत्त्वसमासः न कामक्रोधाभ्याम् इति कामक्रोधाभ्याम् इत्यस्य विभक्तिः का ओ कामक्रोधाभ्यां विभक्तिः द्वितीया द्विवचनं द्विवचन षष्टि द्विवचनं षष्टि न भवति तृतीया तृतीया नो चेत् पञ्चमी ओ तृतीया तेषां तृतीया कामक्रोधाभ्याम् ओ क्रोधेन क्रोधाभ्याम् आं भगिनि तृतीया द्विवचनं तृतीया द्विवचनं नो चेत् पञ्चमी अपि तत्र स यथा पूर्वं दृष्टम् अत्र पञ्चमी अपि सङ्गच्छति उक्तवती पञ्चमी इति इदानीं अस्तु विग्रहवाक्यं समीचीनम् अन्यत् यतचेतसां कोऽपि समासपदं नास्ति तत्र यतचेतसाम् अपि समस्तपदमेव ओ यतचेतसां यतीनां यतेन चेतसा न अत्र वस्तुतः विशेषणमस्ति खलु ओ यतीनां यतचेतसां इत्युक्ते तादृशपुरुषाणाम् ओ अस्तु अतः अत्र अत्र यतया चेतसाम् इति विशेषणमस्ति अत्र विशेषणमस्ति अन्यपदस्य प्राधान्यं खलु बहुभिः समासः कस्य पदस्य कस्य पदस्य विशेषणं तत् पुरुषाणां पुरुषाणां पुरुषाणां ओ यतीनाम् इत्युक्ते पुरुषाणाम् इति अर्थं किल यति यतीनाम् इत्युक्ते ज्ञानी यति इत्युक्ते ज्ञानी किल सत्यं ज्ञानिनः विषये एव वयं वदन्तः स्मः अतः अत्र ज्ञानिनः विशेषणमस्ति यतचेतसां यतचेतसाम् अस्तु तत्र बहुभिः समासः समस्तपदं कथं भवति समस्तपदं विग्रहवाक्यं विग्रहवाक्यं यस्मिन् चेतसः यस्मिन् यतः चेतसः यस्मिन् सः यस्य सः अस्तु वस्तुतः यतं चेतः यैः ते इति तादृशसमस्तपदम् उक्तं चेतसः यैः ते वा हा तत्र यैः ते इत्युक्ते तृतीया न तत्पुरुषसमासः नास्ति बहुव्रीहिसमासः यतं यतं यतं चेतः यैः ते यैः ते इति तादृशसमस्तपदं भगिनि पुनः वदतु विग्रहवाक्यं यतं चेतः यतं चेतः यैः ते तेषां यैः चेतः यैः तेषां अस्तु अर्थः कः इति वदतु भगिनी एकवारम् पुरुषाणां कामक्रोध विना यः पुरुषः अस्ति तस्य बुद्धिः स्थिरमस्ति इति अहं चिन्तयामि. हा, यस्मिन् यस्मिन् पुरुषे कामः क्रोधः न अस्ति, यस्मिन् पुरुषे कामः क्रोधः न अस्ति, तस्य चिन्तनं सम्यक् अस्ति इति. हा, यतीनाम् इति सन्न्यासीनां, यतचेतसाम् इत्युक्ते यस्य नियतबुद्धिः अस्ति. तादृशपुरुषाणां परमात्मनः दर्शनं भवति इति तादृशम् अर्थः. अस्तु अस्तु भगिनि, अग्रे अत्र सरला भगिनी अग्रे करोति वा. मदर्थमपि कर्माणि कुर्वन् सिद्धं मवाप्स्यसि. मदर्थमपि भवति मह्यम् इदं चतुर्थविषसमासः भवति. मदर्थमपि कर्माणि कुर्वन् मया मह्यम् इति सर्वकर्माणि यः मह्यं कुर्वन्ति सिद्धं ते सिद्धं प्राप्नुवन्ति इति भवति. सर्वकर्माणि अर्पणं भगवन्तं प्रति करणीयमिति भगवान् वदति तत्र. हा, सत्यं, मदर्थमेव कर्मणि कुर्वन् अस्ति चेत् सिद्धिम् अवाप्स्यसि इत्युक्ते परमस्थानम् अवाप्स्यसि. अस्तु, समीचीनम्. अत्र अन्यत् किमपि नास्ति खलु, तावदेव. सिद्धिम् अवाप्स्यसि इति भवति, अवाप्स्यसि भवति क्रियापदं. सत्यं, समीचीनं. एकः वदतु, अत्र सर्वे वदन्ति चेत् अहं न अवगच्छामि. न, एकक्षणं भगिनि, सरला भगिनी वदतु. सरला भगिनी, प्रथमपुरुष बहुवचनं किं भवति? अवाप्स्यसि, तस्य अवाप्स्यसि इति तत्र परस्मैपदी अस्ति खलु, तत्र मध्यमपुरुषे बहुवचने किं भवति? अत्र पठसि इति अस्ति चेत् अत्र किम् अस्ति बहुवचने? पठत पठत इति अस्ति खलु, एवमेव हा भवतु नाम लिट् परस्मैपदी अस्ति, भवतु नाम तथापि तत्र तत्रापि तथैव अवाप्स्यथ. भवती एव एकवारं वदतु सर्वाणि रूपाणि परस्मैपदी. लृट् स्वीकृत्य लृट् लकारस्य न न न अवाप्स्यसि इति अस्ति. अवाप्नोषि न न प्रथमविभक्तौ एकवचने ति इति प्रत्ययः अस्ति खलु, अवाप्स्यति अवाप्स्यति अवाप्स्यति अवाप्स्यतः अवाप्स्यन्ति अवाप्स्यसि अवाप्स्यथ अवाप्स्यथ अवाप्स्यामि अवाप्स्याव अवाप्स्याम. हा, सम्यक्, अस्तु, तथैव. यदि अत्र पर आत्मनेपदी इति वक्तुमिच्छति चेत् अवाप्स्यते तत्र अवाप्स्यति अवाप्स्यति अवाप्स्यन्ति अवाप् अवाप्स्यसे अवाप्स्येते अवाप्स्यद्वे अवाप्स्यसे अवाप्स्यावहे अवाप्स्यामहे. सत्यं, समीचीनम्. अस्तु, अग्रे पुष्पा भगिनी, भवत्याः प्रश्नः कः? तत् लृट् अस्ति इति. सत्यं सत्यं, लृट् एव सत्यम्. अन्यत् किमपि? अस्तु अस्तु, तर्हि अग्रे अत्र पद्मा भगिनी करोति वा. आं भगिनि, क्षेत्रक्षेत्रज्ञसंयोगात् तद्भिद्भि भरतर्षभा. अत्र क्षेत्रक्षेत्रज्ञ क्षेत्र च क्षेत्रज्ञ च द्वन्द्वसमासम् अस्ति. क्षेत्रक्षेत्रज्ञ क्षेत्रक्षेत्रज्ञो क्षेत्रज्ञयोः संयोगात् तद्विद्धि भर्तर्षभ. अत्र षष्ठी तत्पुरुष गर्भ कर्म तत्पुरुषसमासमस्ति. सत्यं. प्रथमतया क्षेत्रं क्षेत्रं च क्षेत्रज्ञः च इति क्षेत्रक्षेत्रज्ञौ इति द्वन्द्वसमासः. तदनन्तरं क्षेत्रक्षेत्रज्ञयोः संयोगः इति अस्ति. तस्मात् तस्मात् इति षष्टितत्पुरुषसमासः. अत्र अन्यत् किमपि अस्ति वा? अत्र क्षेत्रज्ञः इति अपि समस्तपदं खलु. तस्मात् इत्युक्ते पञ्चमे किल भगिनि? न न, तत्तु विग्रहवाक्यम् अनन्तरं क्षेत्रक्षेत्रज्ञयोः संयोगः इति विग्रहवाक्यं षष्टितत्पुरुषसमासः. यतोहि अत्र श्लोके तु पञ्चमी अन्तिम अत्र विभक्तिं योजयित्वा पञ्चमी अन्तं रूपम् अस्ति इति कृत्वा क्षेत्रक्षेत्रज्ञयोः संयोगः तस्मात् इति. क्षेत्रज्ञ क्षेत्रं जानाति. क्षेत्रं जानाति इति क्षेत्रज्ञः. कीदृशसमासः? द्वितीयतत्पुरुषसमासः. हा, तथा चिन्तयामः. वस्तुतः अत्र उपपदसमासः अस्ति. वेदं जानाति इति वेदज्ञः इति तादृशम्. अस्तु, समीचीनम्. अत्र अर्थः जानाति वा? स्वपद कर्मधारयसमासः कित् कुत्र? क्षेत्रं. सत्यम्, उपपदकर्मधारयसमासः. सत्यम्. अर्थः कः भगिनि, जानाति वा? भरतर्षभ अत्र सम्बोधन करोति. तद्विद्धि अहं न जानामि. अत्र कोऽपि श्लोकस्य अर्थः अर्थं जानाति चेत् कृपया वदतु. मेहुल् महोदय वदतु. क्षेत्रक्षेत्रज्ञसंयोगात् यदि क्षेत्र इत्युक्ते शरीरम् अपि च शरीरस्य ज्ञानं भवति एकस्मिन् संयोगे तद्विद्धि भरतर्षभ इति अहं न जानामि. सरलवर्णे वदतु. श्लोकस्य अर्थमस्ति अर्जुन यावत् ये तदस्ति स्थावरं जगं ये वस्तूनि जगति न चलति जङ्गमिति ये चलन्ति ते तेषां यत् ज्ञानम् तेषां ये उत्पन्नं भवति ते सर्वे क्षेत्रक्षेत्रज्ञसंयोग तत्त्व इति मीन्स् परमात्मन अपि तयोः सम्बन्धेन संयोग यदि भवति तत् तदा उत्पन्नं भवति. हा, सत्यं. शरीरपुरुष परमपुरुषस्य हा आत्मनः संयोगात् सम्यक्. भवान् विद्धि इति त्वं विद्धि इति अर्जुनं प्रति भगवान् वदति. सत्यम्. क्षेत्रक्षेत्रज्ञसंयोगात् इति पदस्य उपपदगर्भषष्टितत्पुरुषसमासः वा? उपपदगर्भद्वन्द्वगर्भषष्टितत्पुरुषसमासः. भगिनि, एक प्रश्नः अस्ति. मनीषिन् शिना इति वदनेन कैण्ड् आफ् मीटर् इति अर्थं वदति. कैण्ड् आफ् मीटर् इति नास्ति खलु भगिनि, मीटर् इति नास्ति, मनीषा इत्युक्ते बुद्धिः, अस्तु. इदानीम् अत्र बहुव्रीहिसमासः इति विषयः अस्ति अत्र पुस्तके. एकवारं यत चेतसां वाक्य पदस्य विग्रहवाक्यं वदति वा? यतं चेत, यतं चेतः यैः ते, यैः ते. अस्तु भगिनि, अस्तु अस्तु. इदानीम् अस्माकं पुस्तके 37 पृष्ठे 137 इति पृष्ठसङ्ख्यायां बहुव्रीहिसमासः इति विषयः आरप्स्यते. अस्तु, अत्र किञ्चिदेव वदामि, तदनन्तरम् अत्र पठामः एकवारम्. अत्र समासः इत्युक्ते तत्र बहुकालात् वयं समासस्य विषये एव पठन्तः स्मः. समासः इति प्राधान्येन चतुर्विधः भवति इति जानीमः. अव्ययीभावसमासः, तत्पुरुषसमासः, बहुव्रीहिसमासः, अपि च द्वन्द्वसमासः इति. तत्पुरुषसमासस्य विषये सम्यक् अधीतवन्तः. तत्र तत्पुरुषसमासस्य विषये तत्र सामान्यतत्पुरुषसमासः 7 दृष्टवन्तः. कर्मधारयसमासे 6 प्रभेदान् अपि दृष्टवन्तः. द्विगुसमासे समाहारद्विगुः इति प्रधानतया दृष्टम्. अनन्तरं नञ् प्रभृतयः, तत्र 5 तानपि दृष्टवन्तः. तर्हि इदानीम् अधुना अस्माकं द्वितीयः विषयः अस्ति बहुव्रीहिसमासः इति. बहुव्रीहिसमासः इति समासः बहु प्रसिद्धमस्ति, सर्वत्र वयं पश्यामः. अत्र उदाहरणं वदामि चेत् अत्र पीतम् अम्बरं यस्य सः, तर्हि पीताम्बरः इति समस्तपदं. पीतम् अम्बरं यस्य सः पश्यामः चेत् अत्र पीताम्बरः इति समस्तपदमस्ति. तर्हि पीताम्बरः इति समस्तपदे पीतम् अम्बरम् इति पदद्वयं वर्तते. अत्र इदानीम् अत्र क्रियापदं योजयित्वा पश्यामः चेत् पीताम्बरः गच्छति इति वदामि चेत् तर्हि अत्र किं, कः गच्छति, पीतं गच्छति वा अम्बरं गच्छति वा इति चेत् न, पीतमपि न गच्छति, अम्बरमपि न गच्छति, परन्तु तादृशपुरुषः यस्य पार्श्वे पीतम् अम्बरम् अस्ति तादृशपुरुषः गच्छति. तर्हि तत्र अन्यपदार्थस्य प्राधान्यम् इति वदामः. यत्र कुत्रापि अन्यपदार्थस्य प्राधान्यं वर्तते तत्र बहुव्रीहिसमासः इति उच्यते. तर्हि तत्र सामान्यतया बहुव्रीहिसमासः विशेषणं भवति, अन्यपदार्थस्य विशेषणं भवति. अत्र बहुव्रीहिसमासः अस्ति वा इति कथं ज्ञायते इति चेत् विग्रहवाक्यं पश्यामः चेत् तत्र सर्वत्र यत् शब्दस्य रूपाणि दृश्यते, यस्य सः, येन सः, यं सः, यस्मिन् सः, अथवा यां सा, यया सा, यस्यै सा, यस्याः सा, नो चेत् यस्यां सा इति. तादृशम् अत्र द्वितीयविभक्तेः आरभ्य सप्तमीपर्यन्तं दृश्यते. केवलं प्रथमविभक्तौ न भवति, यतोहि अत्र समस्तपदमेव प्रथमविभक्तौ अस्ति, अतः प्रथमविभक्तौ न भवति, परन्तु द्वितीयविभक्तेः आरभ्य सप्तमीपर्यन्तं तत्र यत् शब्दस्य रूपाणि दृश्यन्ते. तर्हि अत्र समासस्य विषये वयं सर्वदा वदामः अन्यपदार्थप्राधान्यम् इति वदामः. तर्हि अत्र प्राधान्यम् इत्युक्ते किम् इति अपि वयं जानीमः, दृष्टवन्तः. यत्र तत्पुरुषसमासस्य वयं दृष्टवन्तः सीतापतिः इति सीतायाः पतिः इति गृहवाक्यं. तत्र सीतापतिः गच्छति इति क्रियापदं योजयित्वा पश्यामः चेत् तत्र सीता गच्छति वा पतिः गच्छति वा इति चेत् पतिः एव गच्छति. पतिः इति पदस्य एव अन्वयः अस्ति क्रियया सह. तर्हि तत्र तत्पुरुषसमासः इति वदामः. अनन्तरम् अव्ययीभावसमासे उपकृष्णम् इति समस्तपदमस्ति. अव्ययीभावसमासः उपकृष्णम् इत्युक्ते कृष्णस्य समीपं. तत्र उपकृष्णम् इति समस्तपदे पूर्वपदस्य प्रायेण पूर्वपदस्य प्राधान्यं वर्तते. तस्य एव क्रियया सह सम्बन्धः अस्ति, अतः तत्र अव्ययीभावसमासः इति वदामः. द्वन्द्वसमासे पश्यामः चेत् अत्र रामः रामकृष्णौ गच्छतः इति पश्यामः चेत् रामकृष्णौ इति द्वन्द्वसमासः अस्ति, रामः च कृष्णः च रामकृष्णौ. तर्हि तत्र रामकृष्णौ गच्छतः, तत्र कः गच्छति, रामः गच्छति वा कृष्णः गच्छति वा इति चेत् रामः अपि गच्छति कृष्णः अपि गच्छति. तर्हि द्वयोः पदयोः प्राधान्यम्, उभयपदार्थप्राधान्यं, द्वयोः सम्बन्धः अस्ति क्रियया सह, तत्र वयं द्वन्द्वसमासः इति वदामः. इदानीम् अत्र बहुव्रीहिसमासे प्रायेण अन्यपदार्थस्य प्राधान्यं, यथा अत्र पीताम्बरः इति उदाहरणं दृष्टवन्तः. तत्र पीतं गच्छति वा चेत् न, पीतमपि न गच्छति, अम्बरमपि न गच्छति, परन्तु तादृशपुरुषः एव गच्छति. तर्हि पुरुषः इति पदस्य अन्वयः अस्ति क्रियया सह, तत्र वयम् अन्यपदार्थप्राधान्यं बहुव्रीहिसमासः इति वदामः. इदानीम् अत्र चन्द्रमौलीं चन्द्रमौलीं नमामि इति, चन्द्रमौलीं मौलीम् इति तत्र समस्तपदमस्ति, चन्द्रमौलीं नमामि. तर्हि तस्य विग्रहवाक्यं भवति चन्द्रः मौलौ यस्य सः, तत्र मौलिः इत्युक्ते शिरः इत्यर्थः. चन्द्रः मौलौ, चन्द्रः यस्य शिरसि अस्ति तादृशः कः इति चेत् शिवः, तादृशशिवम् अहं नमामि. तर्हि तत्र चन्द्रमौली इति पदं तत्र अन्यपदार्थस्य प्राधान्यं, तत्र शिवः इति विषये अत्र वदन्तः स्मः, अतः अत्र शिवः इति पदस्य प्राधान्यं तस्यैव अन्वयः भवति, शिवं नमामि. अतः चन्द्रमौली इति समस्तपदं बहुव्रीहिसमासः इति सर्वत्र वयं पश्यामः. अत्र कथं सर्वत्र कथं ज्ञायते कस्य पदस्य प्राधान्यम् इति चेत् अत्र क्रियापदं योजयित्वा एकं वाक्यं रचयित्वा अवगन्तुं प्रयत्नं कुर्मः अत्र कस्य पदस्य प्राधान्यम् अस्ति. समस्तपदे पदद्वयं वर्तते, तयोः क्रियया सह अन्वयः अस्ति वा नो चेत् अन्यपदस्य अन्वयः अस्ति वा इति सर्वं दृष्ट्वा वयम् अवगच्छामः अत्र बहुव्रीहिसमासः वा अथवा द्वन्द्वसमासः वा अथवा अव्ययीभावसमासः वा अथवा तत्पुरुषसमासः इति अवगच्छामः. अतः तदस्ति अत्र बहुव्रीहिसमासः इति विषयः. तदनन्तरम् अत्र बहुव्रीहिसमासस्य प्रभेदाः अपि सन्ति. वस्तुतः अत्र पुस्तकेषु अत्र सन्धिपुस्तकेषु तत्र प्रायः एकादशप्रभेदाः सन्ति, एकादश अथवा द्वादशप्रभेदाः सन्ति सन्धिपुस्तकेषु. परन्तु वयम् अत्र तु केवलम् अत्र षट् प्रभेदानां विषये पठिष्यामः. अत्र समासपुस्तके समासपुस्तके द्वादशप्रभेदाः सन्ति, परन्तु वयम् अत्र तु षट् प्रभेदानां विषये पठिष्यामः. अत्र प्रथमतया अत्र समानाधिकरणबहुव्रीहिसमासः इति एकमस्ति. तदनन्तरं व्यधिकरणबहुव्रीहिसमासः इति द्वितीयः भेदः. अनन्तरं नञ् बहुव्रीहिसमासः तृतीयः. अनन्तरं सहपूर्वपदबहुव्रीहिः इति चतुर्थम्. अनन्तरम् उपमानपूर्वपदबहुव्रीहिः इति पञ्चमम्. अस्माकं गीताप्रवेशपुस्तके केवलं समानाधिकरणबहुव्रीहिसमासः, व्यधिकरणबहुव्रीहिसमासः, अनन्तरं नञ् बहुव्रीहिसमासः तावदेव अस्ति. वयम् इतोपि प्रभेदद्वयं पठिष्यामः, सहपूर्वपदबहुव्रीहिः, उपमानपूर्वपदबहुव्रीहिः इति अपि पठिष्यामः, यतोहि बहुत्र वयं पश्यामः अत्र सर्वत्र सहपूर्वपदबहुव्रीहिः, उपमानपूर्वपदबहुव्रीहिः सर्वत्र वयं द्रष्टुं शक्नुमः, अधिकतया काव्येषु दृश्यते. तर्हि इदानीम् अस्माकं प्रथमप्रभेदः अस्ति समानाधिकरणबहुव्रीहिः इति. एकवारम् अत्र पुस्तके किम् अस्ति इति पश्यामः, तदनन्तरम् इतोपि अहं वदिष्यामि. तर्हि अत्र कः, पुष्पा भगिनी पठति वा? भगिनी, एतानि सर्वाणि अपि बहुव्रीहिसमासस्य तत् हा सत्यम् एतानि वाक्यानि सावधानं परिशीलयत एतानि वाक्यानि सावधानं परिशीलयत प्राप्तविद्यः सर्वत्र कीर्तिं प्राप्नोति प्राप्तविद्यः तत्तु पुरुषस्य विवरणं कृतं बहुव्रीहिसमासः न कृतभोजनः गाढं निद्राति तद् विग्रहवाक्यं अग्रे प्रथमं पठतु भगिनि अग्रे अत्र विग्रहवाक्यानि सन्ति दत्तभिक्षः दातारं स्तौति पतितपुष्पः वनशोभां न वर्धयति पीताम्बरः वैकुण्ठे निवसति बहुपण्डिता वाराणसी वाराणसी जगत् प्रसिद्धा वाराणसी जगत् प्रसिद्धा एतेषु वाक्येषु स्थूलाक्षरैः मुद्रितानां समस्तपदानां विग्रहवाक्यम् इदं भवति अस्तु प्राप्तविद्यः इति वदति प्राप्ता विद्या यं सः प्राप्तविद्यः इदानीं तत् चेत् दीयते न तत् तथैव कृतं भोजनं येन सः कृतभोजनः अस्तु अत्र छात्रः इति कथं अर्थम् आगच्छति भगिनि एकवारं पठतु भगिनि अनन्तरं वदामि दत्ता भिक्षा यस्मै सः दत्तभिक्षः भिक्षुकः पतितानि पुष्पाणि यस्मात् सः पतितपुष्पः वृक्षः बहवः पण्डिताः यस्यां सा बहुपण्डिता नगरी इदानीम् अत्र प्रथमं वाक्यमेव स्वीकरोतु प्रथमं वाक्यं प्राप्तविद्यः प्राप्तविद्यः सर्वत्र कीर्तिं प्राप्नोति अस्तु तर्हि तत्र प्राप्तविद्यः इति समस्तपदमस्ति खलु तर्हि प्राप्तविद्यः कः प्राप्तविद्यः पुरुषः अपि अस्ति अस्ति छात्राः अत्र छात्रः इति अत्र छात्रः प्राप्तविद्यः छात्रः सर्वत्र कीर्तिं प्राप्नोति इति वाक्यं खलु छात्रः छात्रः इति पदस्य विशेषणम् अस्ति प्राप्तविद्यः इति पदं पश्यति वा तर्हि अत्र इदानीम् अत्र प्राप्तविद्यः इति बहुव्रीहिसमासः इति कथं ज्ञायते तत्तु छात्रस्य विवरणं कृतं छात्रस्य विशेषणमस्ति विशेषणमस्ति छात्रस्य विशेषणमस्ति इदानीम् अत्र तस्मिन्नेव वाक्ये वदतु अत्र क्रियया सह कस्य सम्बन्धः अस्ति कस्य पदस्य सम्बन्धः क्रिया सह कस्य कीर्तिं प्राप्नोति कः प्राप्नोति इति प्रश्नः कः प्राप्नोति कः कीर्तिं प्राप्नोति प्राप्नोति कः कः प्राप्नोति उत्तरं किं छात्रः छात्रः हा छात्रः कीर्तिं प्राप्नोति इति वाक्यमस्ति इदानीं कीदृशछात्रः प्राप्तविद्यः प्राप्तविद्यः इति अस्ति तर्हि अत्र समस्तपदे कानि पदानि सन्ति पञ्च पञ्चपदानि सन्ति वा समस्तपदे न न समस्तपदे द्वे द्वे पदे स्तः प्राप्त अपि च विद्या. तत्र विद्या इति पदमस्ति, विद्या इति पदस्य विशेषणमस्ति प्राप्त इति पदं खलु. यतोहि प्राप्त इति पदं तान्तरूपम् अस्ति, त्रिषु लिङ्गेषु अपि भवति. अत्र विद्या इति पदस्य विशेषणमस्ति, अतः विग्रहवाक्ये वयं पश्यामः प्राप्ता विद्या यं सः प्राप्तविद्यः इति. अत्र प्राप्ता विद्या यं सः इति पद प्राप्ता विद्या इति पदद्वयं वर्तते. समस्तपदे प्राप्ता इत्यस्य प्रातिपदिकम् अस्ति प्राप्त, प्राप्त इति प्रातिपदिकं, विद्या इत्यस्य प्रातिपदिकमपि विद्या इति एव अस्तु. तर्हि प्राप्तविद्या इति नूतनप्रातिपदिकं, प्राप्तविद्या इति नूतनप्रातिपदिकं. परन्तु अत्र केचन नियमाः सन्ति बहुव्रीहिसमासे. बहुव्रीहिसमासे एकक्षणं भगिनि, बहुव्रीहिसमासे अत्र यत्र उत्तरपदे स्त्रीलिङ्गपदमस्ति, उत्तरपदे विद्या इति पदं स्त्रीलिङ्गपदमस्ति, स्त्रीलिङ्गपदमस्ति. कीदृशपदम् इति चेत् अकारान्तपदं, विद्या इति अकारान्तपदं. तर्हि यत्र कुत्रापि स्त्रीलिङ्गपदम् उत्तरपदे अस्ति, आकारान्तपदम् अस्ति चेत् ह्रस्व अकारान्तः भवति. तर्हि विद्या इति पदं ह्रस्व अकारान्तः भूत्वा विद्या, प्राप्तविद्या इति नूतनप्रातिपदिकम्. इदानीं प्रथमविभक्तौ एकवचने प्राप्तविद्यः इति भवति. अस्तु, समीचीनं, धन्यवादः भगिनि. अग्रे अग्रे भगिनि, अत्र छात्रः इत्यस्य विवरणम् ऐ मीन् विशेषणम् अस्ति, तथैव पुल्लिङ्गः इति न सत्यं, सत्यं छात्रः इत्यस्य विशेषणम् अस्ति, अतः तत्र पुल्लिङ्गे विद्यः इति अस्ति, प्राप्तविद्यः इति विशेषणम् अस्ति, अतः विशेष्यस्य लिङ्गं वचनं सर्वम् अनुसृत्य भवति. अत्र बहुव्रीहिसमासे, बहुव्रीहिसमासे समस्तपदं, यत्र समस्तपदं विशेषणम् अस्ति, विशेष्यस्य यद् लिङ्गं, यद् वचनं, या विभक्तिः, सर्वम् अनुसृत्य समस्तपदं भवति. अत्र प्राप्तविद्यः छात्रः, छात्रः इति पदं पुल्लिङ्गे एकवचने अस्ति, अतः प्राप्तविद्यः इति अपि पुल्लिङ्गे एकवचने अस्ति. प्राप्तविद्यापि वक्तुं शक्नुमः छात्रा इति. सत्यं सत्यं, प्राप्तविद्या छात्रा सर्वत्र कीर्तिं प्राप्नोति इति अपि वक्तुं शक्यते, यदा छात्रा इति विशेष्यम् अस्ति चेत्. अस्तु, समीचीनं भगिनि, धन्यवादः. एकः प्रश्नः, सर्वदा बहुव्रीहिसमासे स्त्रीलिङ्गपदं ह्रस्वं प्राप्नोति वा? न, सर्वदा स्त्रीलिङ्गपदं ह्रस्वं प्राप्नोति इति न उक्तं खलु. आकारान्तस्त्रीलिङ्गपदम् उत्तरपदे अस्ति चेत् विद्या इति अकारान्तपदम् अस्ति, आकारान्तपदम् अस्ति चेत् अत्र पुल्लिङ्गे यदा वयं कर्तुमिच्छामः, इदानीम् अत्र विशेष्यं पुल्लिङ्गे अस्ति खलु, विशेष्यं पुल्लिङ्गे अस्ति, अतः तत् तस्मिन् सन्दर्भे अकारान्तपदं ह्रस्व अकारान्तः भवति, तर्हि प्राप्तविद्यः इति भवति. अपि च अत्र पश्यामः चेत् अत्र प्राप्ता इति एव प्रातिपदिकमस्ति स्त्रीलिङ्गे. अत्र यथा अत्र कर्मधारयसमासे वयं दृष्टवन्तः, कर्मधारयसमासे स्त्रीलिङ्गपदं पूर्वपदे अस्ति चेत् किं भवति, कोऽपि वदतु? उमद्भावः भवति, भवति भगिनि? हा सत्यं, किं पुंवद्भावः इत्युक्ते कः इत्युक्ते? तत्र पुल्लिङ्गे, पुल्लिङ्गे भवति तत् रूपं, सर्वदा पुल्लिङ्गे भवति वा? तत्र नियमः कः? समानाधिकरणं भवेत्, एकः भवेत् अपि समानविभक्त्यां, विभक्तिं भवेत्, त्रीणि एकत्रं समान विभक्तित्वं समान अधिकरणत्वम् इति भवेत्, तत् अपि इन्यत् लिङ्गं न भवेत् इति. तत्र पूर्वभावः स्त्रीलिङ्गे. सत्यं सत्यं, यत्र समानाधिकरण्यम् अस्ति समानाधिकरण्यम् इत्युक्ते एकम् आधारः अस्ति द्वयोः, हा द्वयोः पदयोः एकः एव आधारः अस्ति, द्वयोः समानविभक्तिः अपि अस्ति द्वयोः पदयोः, अनन्तरम् एकार्थबोधकत्वम् इत्युक्ते समान आधारः अस्ति, एकार्थबोधकत्वमपि अस्ति इत्युक्ते अत्र उदाहरणार्थं सुन्दरः बालकः इति वदामः चेत् तत्र सौन्दर्यम् इति गुणः बालके एव वर्तते, बालके बालकत्वम् अपि वर्तते, तर्हि द्वयोः पदयोः आधारः बालकः इति एव, तर्हि तत्र समानः आधारः अस्ति द्वयोः पदयोः, एकार्थबोधकत्वमपि अस्ति तत्र, सुन्दरः इति वदामि चेदपि तत्र बालकस्य विषये एव वदामः, बालकत्वमपि बालकस्य विषये, तर्हि द्वयोः अत्र आधारः समानः, अर्थः अपि समानः, एकमेव पदार्थं बोधयति, बालकः इति एव पदार्थं बोधयति, तस्मिन् सन्दर्भे सामानादिकरण्यम् अस्ति इति वदामः। यत्र सामानादिकरण्यम् अपि अस्ति, यदि अहं वदामि सुन्दरी बालिका इति वदामि चेत् सुन्दरी बालिका, तर्हि तत्र समानादिकरण्यम् अस्ति, एकार्थबोधकत्वमपि अस्ति, समानविभक्तिकत्वमपि अस्ति, तत्र पूर्वपदं स्त्रीलिङ्गे अस्ति, सुन्दरी इति पदं स्त्रीलिङ्गे अस्ति, सुन्दरी इति पदं त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति, सुन्दरः सुन्दरी सुन्दरम् इति त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति, भाषितपुंस्कपदम् अस्ति, अतः पूर्वपदस्य पुंवद्भावः भूत्वा अत्र सुन्दरबालिका इति आगच्छति समस्तपदं सुन्दरबालिका। एवमेव अत्र यथात्र कर्मधारयसमासे विशेषणविशेष्यभावः भवति बहुत्र, एवमेव अत्र बहुव्रीहिसमासे पूर्व उत्तरपदयोः यत्र विशेषणविशेष्यभावः अस्ति तत्र पूर्वपद इत्युक्ते समानादिकरण्यम् अस्ति, द्वयमपि एकमेव पदार्थं बोधयति, तत्र पूर्वपदं स्त्रीलिङ्गे अस्ति, अपि च भाषितपुंस्कपदम् अस्ति चेत् पुल्लिङ्गवत् भवति, अतः अत्र प्राप्ता विद्या इत्यस्मिन् प्राप्ता इति स्त्रीलिङ्गपदम् अस्ति पूर्वपदं, तत्र पुंवद्भावं कृत्वा प्राप्त इति आगच्छति, प्राप्तविद्यः इति, तत्र वस्तुतः नियमद्वयं वर्तते, एकमस्ति यत्र पूर्वपदं स्त्रीलिङ्गपदम् अस्ति तत्र पुंवद्भावः करणीयः, अनन्तरम् उत्तरपदं स्त्रीलिङ्ग आकारान्तपदम् अस्ति, इदानीं समस्तपदं पुल्लिङ्गे अस्ति तर्हि तत्र दीर्घ आकारान्तस्त्रीलिङ्गपदं ह्रस्व आकारान्तः भवति इति, तावद् अवगतं वा? आं भगिनि, अस्तु समीचीनम्। अग्रे अत्र अन्ये के के सन्ति? अरुणा भगिनी अपि अस्ति, अनन्तरं अन्य कोऽपि अस्ति वा? अस्तु अरुणा भगिनी अग्रे पठतु। कः कृतभोजनः? एकक्षणम् एकक्षणं द्रासि एकक्षणं भगिनि, अन्य कः? महोदय अस्तु अस्तु अस्तु चिन्ता नास्ति महोदय, बालसुब्रह्मण्यं अस्तु। अरुणा भगिनी कृतभोजनः गाढं निद्राति, कृतं भोजनं येन सह कृतभोजनः पुरुषः विशेषणम्। पुरुषः इति इति विशेष्यम् अस्ति, विशेष्यं तस्य विशेषणं कृतभोजनः भोजनः। तर्हि अत्र कः निद्राति? पुरुषः निद्राति, पुरुषः एव कीदृशपुरुषः? कृतभोजनः पुरुषः गाढं निद्राति। तर्हि अत्र अत्र अत्र विग्रहवाक्यं किं? कृतं भोजनं येन सह कृतभोजनः बहुव्रीहि सत्यं कृतभोजनः इति अस्ति। तर्हि अत्र कृतभोजन कृतभोजनः इति समस्तपदे पदद्वयं वर्तते खलु, तस्य प्रातिपदिकं किं? कृत अकृधातु प्रत्ययान्त, तर्हि कृत इति प्रातिपदिकम्, अनन्तरं द्वितीयपदस्य प्रातिपदिकं भुज् धातु अहं न जाने भुज् धातु प्रातिपदिकं वदतु धातु भोजन भोजन इति प्रातिपदिकमस्ति सत्यं कृतयोगः भोजन कृतभोजन इति प्रातिपदिकमस्ति कृतभोजन इति प्रातिपदिकमस्ति तर्हि इदानीम् अत्र पुरुषः इति विशेष्यम् अस्ति अतः अत्र समस्तपदं विशेष्यस्य लिङ्गं वचनं सर्वम् अनुसृत्य कृतभोजनः इति समस्तपदमस्ति कृतभोजनः इति तर्हि समस्तपदे वयं पश्यामः कृतं भोजनं येन सह इति अस्ति प्रथम उदाहरणे प्राप्ता विद्या यं सः सः छात्रः विद्या यम् अत्र विद्या एव छात्रं प्राप्तं खलु अतः अत्र द्वितीयविभक्तिः अस्ति प्राप्ता विद्या यं सः विद्या छात्रं प्राप्तम् इदानीम् अत्र द्वितीय उदाहरणे कृतं भोजनं येन सह इत्युक्ते तादृशबालकः तादृशपुरुषः यः भोजनं कृतवान् अतः येन सह इति अस्ति तृतीयविभक्तिः अस्ति अस्तु भगिनी प्राप्ता विद्या येन सह न वक्तुं शक्नोति प्राप्ता विद्या येन सह इति न भवति भगिनि यत्र प्राप्त इति शब्दः अस्ति तत्र सर्वदा द्वितीयविभक्तिः एव सङ्गच्छते धन्यवादः अस्तु अस्तु अग्रे अत्र राजेन्द्रमहोदय करोति वा आम् आं भगिनि अत्र दत्तभिक्षः दातारं स्तौति विग्रहवाक्यमस्ति दत्ता भिक्षा यस्मै सः दत्तभिक्षः इत्युक्ते भिक्षुकः भिक्षुकः भिक्षुकं बोधयति अत्र अत्र दत्ता भिक्षा अत्र अत्रापि पुमद्भावः दृश्यते अत्र दत्ता भिक्षा दत्तभिक्षः अत्र आकारान्तपदम् उत्तरपदम् अस्ति भिक्षा तत् भिक्षः भवति दत्ता पुमद्भावः दत्तभिक्षः दातारं स्तौति अत्र भिक्षुकः दातारं सत्यम् अत्र भिक्षा इत्यस्य प्रातिपदिकं किम् भिक्षम् अत्र आकारान्तपदमेव अस्ति भिक्षा इति एव अस्ति तर्हि अत्र समस्तपदे किं जातं पूर्वपदे पुंवद्भावः उत्तरपदे उत्तरपदे तथा आकारान्त आकारान्तस्य ह्रस्वकारः भवति सत्यम् इदानीमत्र हा इदानीमत्र भिक्षा इति अस्ति इति कृत्वा तत्र ह्रस्वकारान्तः भवति यतोहि भिक्षुकः इति पुल्लिङ्गे अस्ति इदानीमत्र भिक्षुका इति अस्ति चेत् तत्र तु भिक्षुका अस्ति चेत् तत्र दत्तभिक्षा सत्यम् अत्र भेदः सर्वे अवगच्छन्ति खलु भेदम् अवगच्छन्ति खलु न अवगतं भवति हा इदानीमत्र विग्रहवाक्यं कथमस्ति इति चेत् दत्ता भिक्षा यस्यै सा दत्तभिक्षा भिक्षुका भिक्षुका इति श्रीलिङ्गे पश्यति वा हा इदानीम् अत्र वाक्यं भिन्नरीत्या वदामः चेत् अत्र दत्तभिक्षा भिक्षुका दातारं स्तौति भिक्षुका इत्यस्य भिक्षुकः इत्यस्य भिक्षुका इत्येव श्रीलिङ्गे इति मन्ये भिक्षुका हा अस्तु भगिनी भगिनी स्तौति इति वदनेन स्तुति स्तुतिं करोति स्तौति स्तुतिं करोति अस्तु अग्रे मेहुल् महोदय आं भगिनि पतितपुष्पः वनशोभां न वर्धयति पतितपुष्प इति समस्तपदं पति विग्रहवाक्यं भवति पतितानि पुष्पाणि यस्मात् सः इति पतितपुष्पः वृक्षः अत्र वृक्षस्य विशेषणं भवति पतितपुष्पः. अत्रापि अहं वयं द्रष्टुं शक्नुमः आफ्टर् फाल् सर्वे वृक्षाः पतितपन्ता पतितपुष्पाणि भवन्ति अत्र. सर्वे वृक्षाः पतितपुष्पाणि न भवन्ति, पतितपुष्पाणि सम्यक्तया वदतु. सर्वे वृक्षाः, सर्वे वृक्षाः पतितानि न, समस्तपदं किम् अत्र? ओ समस्तपदं पतितपुष्पाः. हा, सर्वे वृक्षाः पतितपुष्पाः भवन्ति खलु, न तु पतितपुष्पाणि. आम् आं, पतितपुष्पाः भवन्ति. पतितानि पुष्पाणि यस्मात् इति विग्रहवाक्यं, यस्मात् इत्युक्ते वृक्षात् सर्वे पुष्पाः पतितानि भवन्ति, अतः तत्र पञ्चमी विभक्ति अस्ति वृक्षात् पतति. अतः सत्यं सत्यं सत्यम्. अत्र पतित इति प्रातिपदिकम् अस्ति, पुष्प इति प्रातिपदिकम् अस्ति, पतितपुष्प इति नूतनप्रातिपदिकं, नूतनप्रातिपदिकं. कथम् अत्र समासः कथं करणीयम् इति चेत्, कथं करणीयः इति चेत्, अत्र पतितपुष्पाणि यस्मात् सः इति अस्ति, तर्हि अत्र प्रथमपदमस्ति पतितानि, तर्हि तस्मात् पतित इति प्रातिपदिकं स्वीकुर्मः. द्वितीयमस्ति पुष्पाणि, ततः तत्र पुष्प इति प्रातिपदिकं स्वीकुर्मः. इदानीं नूतनप्रातिपदिकम् अस्ति पतितपुष्प इति नूतनप्रातिपदिकम्. इदानीं तस्य लिङ्गं किं भवति, वचनं किं भवति इति चेत्, अत्र समस्तपदे पश्यामः, अत्र विग्रहवाक्ये पश्यामः, यस्मात् सः, सः इति अस्ति, सः इति पुल्लिङ्गे अस्ति, अतः समस्तपदं पुल्लिङ्गे भवति, अतः पतितपुष्पः इति अस्ति. इदानीम् अत्र वृक्षः इति पदम् एकवचने एव अस्ति, अतः पुल्लिङ्गे अपि, पुल्लिङ्गे अपि अस्ति, अतः पतितपुष्पः इति भवति. इदानीं वृक्षाः इति अस्ति चेत् विशेष्यं तत्र पतितपुष्पाः इति भवति वाक्ये. भगिनि एकः प्रश्नः अस्ति, पतित इति पदं द्वितीया विभक्ति एव आगच्छति किल, अतः पतितानि पुष्पाणि यान् सः इति न आगच्छति? पुष्पाणि इति कुत्र पुष्पाणि इति द्वितीयविभक्तिः न, अत्र प्रथमविभक्तौ अस्ति भगिनि. अत्र अत्र पूर्वपदमपि प्रथमविभक्तौ अस्ति, उत्तरपदमपि प्रथमविभक्तौ एव अस्ति. अत्र इदानीम् अग्रे पठिष्यामः, अत्र समानाधिकरणबहुव्रीहिसमासः इति वदामः. यत्र समानाधिकरणबहुव्रीहिसमासः अस्ति, अत्र सर्वत्र अत्र उदाहरणेषु पश्यामः चेत्, पतितपुष्पं, पुष्पस्य विषये एव पतितः इति विशेषणमस्ति. तान्तरूपं सर्वदा विशेषणं भवति खलु, तर्हि अत्र पतितपुष्पद्वयोः समानाधिकरण्यम् अस्ति. अस्तु, प्रथमवाक्ये प्राप्ता विद्या एं सः इति वयं स्वीकुर्मः किमर्थं चेत् प्राप्ता इति द्वितीयविभक्तिः एव भवति इति अस्ति. तादृशमेव पतितानि इत्युक्ते पतितपद द्वितीयविभक्ति एव आगच्छति इति वयं किमर्थं न, न एकक्षणं, अत्र प्राप्ता विद्या यं सः इति विग्रह इति समस्तपदे प्राप्तविद्यः इति समस्तपदे प्राप्ता द्वितीयविभक्तिः, प्राप्ता द्वितीयविभक्तिः द्वितीयविभक्तिमेव स्वीकरोति इति उक्तम्, न तु प्राप्ता इति द्वितीयविभक्तौ अस्ति इति न उक्तम्. अत्र प्राप्ता इति प्रथमविभक्तौ एव अस्ति, प्राप्ता विद्या पदद्वयमपि प्रथमविभक्तौ एव. तादृशमेव पतितानि पुष्पाणि अपि अपि प्रथमविभक्तौ एव अस्ति. आं, तत्र पतितानि पुष्पाणि यान् सः पतितपुष्पः इति वयं न स्वीकुर्मः. न न न एकक्षणं पश्यतु भगिनि, प्राप्तविद्यः इत्युक्ते प्राप्ता विद्या पद प्रथमतया अत्र पदद्वयम् अस्ति खलु, पूर्वपदम् उत्तरपदं, पदद्वयमपि अत्र प्रथमविभक्तौ एव अस्ति, द्वयोः समानाधिकरण्यमपि अस्ति, विशेषणविशेषभावः अस्ति. तत् तावद् अवगतं खलु? हा, तदनन्तरम् इदानीम् अत्र अर्थः कः, यत्र प्राप्त इति शब्दः अस्ति, प्राप्त इति शब्दः अस्ति पूर्वपदे, तत्र सामान्यतया तत्र अत्र यं सः इत्येव भवति, द्वितीयविभक्तौ एव भवति. प्राप्त इति शब्दस्य विषये एव अहं वदन्ती अस्मि, न तु अन्यशब्दस्य विषये. यत्र प्राप्ता विद्या इति अस्ति तत्र यदा एतत्र उदाहरणं पश्यामः, प्राप्तोदकः इति, प्राप्तोदकः ग्रामः इति उदाहरणं पश्यामः चेत् उदक, उदकम् इति जलम् अस्ति. तर्हि प्राप्तम् उदकं यं सः तादृशग्राम, ग्रामः यत्र जलं प्राप्तम् इति, तत्र प्राप्तम् इति पूर्वपदे अस्ति चेत् तत्र यं सः इति द्वितीयविभक्तौ आगच्छति. परन्तु अन्यत्र तथा भवति इति नास्ति. अत्र पतितानि पुष्पाणि इति वदामः चेत् तत्र यदि अत्र सामान्यवाक्यं वदामः, वृक्षात् फलं पतितम् इति एव वदामः खलु, तत्र पञ्चमी अपादानम् अस्ति खलु, वृक्षात् फलं पतितम् अथवा वृक्षात् पुष्पं पतितम् इति वदामः खलु. न न, मम प्रश्नः सूत्र आधारेण प्राप्त इति पदं द्वितीयविभक्ति प्राप्नोति इति किल? प्राप्त इति पदं द्वितीयविभक्तिः न प्राप्नोति. प्राप्त इति पदं द्वितीयविभक्तिः न प्राप्नोति. तत्र द्वितीय, अत्र बहुव्रीहिसमासे विग्रहवाक्ये यं सः इति द्वितीयविभक्तिः, यद् पदं द्वितीयविभक्तौ भवति, यद् पदमेव द्वितीयविभक्तौ भवति. प्राप्त इति पदं द्वितीयविभक्तौ नास्ति. अत्र प्राप्ता विद्याद्वयमपि प्रथमविभक्तौ एव. अत्र पतितानि पुष्पाणि इति भवती किं वदति इति चेत् पुष्पाणि अपि द्वितीयविभक्तौ अस्ति खलु इति भवती पृच्छति. न पतितानि पुष्पाणि प्रथमविभक्ति एव अहम् अवगच्छामि भगिनि. परन्तु मम प्रश्नः किमिति वृक्षस्य वृक्षात् पतिति इति कारणेन पञ्चमी वा? सत्यं सत्यं, तत्र भेदः अस्ति खलु. कुतः यदि अत्र वृक्षः इति पदं विशेष्यम् अस्ति तर्हि वृक्षः अपि पतितः पुष्पं, तत्र सम्बन्धः कः? वृक्षात् पतितानि पुष्पाणि, अर्थः कः भवति अत्र? अर्थं किम्? वृक्षात् वृक्षात् एव पुष्पं पतितम्, अतः तत्र वृक्षात् पुष्पं पतितम् पञ्चमी एव आगच्छति. तस्य आशय द्वितीया श्रुतातीत पतित गतात्यस्य प्राप्तपन्ने इति सूत्रं तत्पुरुषसमासे सामान्य तत्पुरुषे अस्ति न? तत् सा पृच्छति अत्र. द्वितीय तत्पुरुष अहं पृच्छामि आधारेण. एकक्षणं, तत् सूत्रस्य आधारः अत्र नास्ति. तत्पुरुषसमासस्य विषयः तत् सूत्रम्, अत्र बहुव्रीहिसमासः इति विषयः अस्ति. अस्तु, तस्य आधारः एव नास्ति अत्र. अवगच्छामि. इत्युक्ते अत्र प्राप्ता विद्या इत्युक्ते आङ्ग्लभाषायां वदामः चेत् अत्र केवलं स्पष्टीकरणार्थं दट् टु विच् विद्या हेज़् रीच्ड् इस् द छात्रः. That to which Vidya has reached is the chatra. Astu. Astu. Ha, astu. Ma sandehe nivanathameva aham prishtavati. Ha, chinta nasti bhagini, chinta nasti. Atra sutra se vishye itupe aham na avagatavati kasmin sutra se vishye. Kasya sutra se vishye bhavati vadanti asti tina avagatavati. Oh, that means sutra is the prapta vada. Ha, प्राप्त आपन्नैः इति सूत्रस्य आधारेण इदानीमपि अत्र नास्ति. अत्र नास्ति सूत्रस्य आधारः अत्र नास्ति. अस्तु अस्तु अस्तु अस्तु. तर्हि अग्रे अत्र कः उक्तवान्? मेहबूब् महोदय उक्तवान् वा? इदानीम् उक्तवान् खलु. अस्तु अस्तु अस्तु, अग्रे राजीभगिनी भवती एव करोतु. बहवः पण्डिता, बहु पण्डिता वाराणसी जगत्प्रसिद्धा. अत्र विग्रहवाक्यं बहवः पण्डिताः यस्यां सा बहु पण्डिता. न अत्र मध्ये पीताम्बरः अस्ति खलु. ओ क्षम्यतां, पीताम्बरः वैकुण्ठे निवसति. अत्र विग्रहवाक्यं न अस्ति. एनिवे भवती एव करोतु. पीताम्बरः, पीतम् अम्बरं, पीतम् अम्बरं यस्य सः पीताम्बरम्. पीताम्बरं यस्य सः पीताम्बरः विष्णुः इति वदतु. इदानीं कस्य अन्वयः अस्ति? विष्णुः पीतः पीतम् अम्बरं यः धरति सः पीताम्बरः. पीतम् अम्बरं यस्य सः पीताम्बरं. भगवान् विष्णोः विशेषण पीताम्बरं. सत्यं सत्यम्. इदानीम् अत्र पीताम्बरः इति तत्र कर्मधारे समासः भवितुम् अर्हति वा? पीताम्बरं न किमर्थं इत्युक्ते पीतः अपि नास्ति अम्बरमपि नास्ति. अन्यपदप्राधान्यं तदर्थं कर्मधारसमासः न भवितुम् अर्हति. इदानीम् अहं वदामि सः पीताम्बरं धरति, तत्र समासः कः? सः पीतं धरति तत्र तत्र कर्मधारेः. किमर्थं किमर्थम् इत्युक्ते विशेष तत्र पीतः अम्बरं कर्म सः क्रियापदं सः एव किल सः धरति न सः धरति सत्यं, परन्तु तत्र कर्मधारयः इति सम्यक्तया उक्तं, परन्तु कथं कर्मधारयः? तत्र विग्रहवाक्यं किम्? पीतस्य अम्बरं पीत अम्बरं तद् पीतम् अम्बरं यस्मिन् तत् न न पीतमेव अम्बरं न न पीतमेव अम्बरं कथं भवति? पीतम् इत्युक्ते तत्र पीतम् इव अम्बरं न पीताम्बरम् इत्युक्ते सरला भगिनी वदतु. पीतं च अम्बरं तत् तं तत् धरति सः. विशेषपूर्वपद विशेषपूर्वपद अम्बरम् इति विशेषम् अस्ति, पीतं तस्य विशेषणम् अस्ति. सो पीतं च अम्बरं तत् नपुंसकलिङ्गे अस्ति, सो तत् द्वितीयाभक्ति तत् धरति. सत्यं सत्यं, बहु समीचीनं. तर्हि अत्र भगिनी पश्यति वा पीतं च अम्बरं च इति तत्र विशेषणविशेष्यभावः अस्ति. तर्हि अत्र बहुभिः समासः नास्ति. किमर्थं चेत् अत्र अम्बर इति उत्तरपदस्य प्राधान्यम् अस्ति. अम्बरं धरति अम्बरम् इति पदस्य क्रियया सह सम्बन्धः अस्ति. सः किं धरति इति चेत् अम्बरम् इत्युक्ते वस्त्रं धरति. अतः उत्तरपदस्य प्राधान्यं कर्मधारयसमासः. परन्तु अत्र पीताम्बरः विष्णुः गच्छति इति वदामि चेत् तत्र बहुव्रीहिसमासः. तर्हि अत्र सर्वत्र उदाहरणेषु सर्वत्र विशेषणविशेष्यभावः अस्ति. अतः भिन्नरीत्या वक्तुमिच्छामः चेत् अत्र कर्मधारयसमासः अपि वक्तुं शक्नुमः. परन्तु अत्र यतोहि अत्र अन्यपदस्य प्राधान्यम् अस्ति अतः बहुव्रीहिसमासः इति भेदः. अस्तु, अग्रे अत्र पद्मा भगिनी. बहुपण्डिता वाराणसी जगत्प्रसिद्धा. विग्रह समस्तपदं बहवः पण्डिताः यस्यां सा बहुपण्डिता नगरी नगरस्य विशेषणं बहवः पण्डिता यस्यां सा तर्हि अत्र पण्डिता इति अत्र पूर्वपदस्य प्रातिपदिकं किम्? पूर्वपदस्य प्रातिपदिकं बहवः बहूनि प्रातिपदिकं बहु हा बहु इति प्रातिपदिकम्. उत्तरपदस्य प्रातिपदिकं बहूनि पण्डिताः न न न न पूर्वपदस्य प्रातिपदिकं बहु उत्तरपदस्य प्रातिपदिकं पण्डितन् पण्डितान् नकारान्त कथम् अत्र पण्डिता इत्येव प्रातिपदिकं खलु पण्डिता एव स्त्रीलिङ्ग अत्र तु पण्डितः इति पण्डितः इति पण्डितः इति तत्र पण्डित पण्डित इति पुल्लिङ्ग पण्डित इति अकारान्तप्रातिपदिकं पण्डित इति प्रातिपदिकं पण्डित इति प्रातिपदिकं बहुयोगः पण्डित बहुपण्डित इति अस्ति बहुपण्डित इति प्रातिपदिकम् अस्ति इदानीं नगरी इति पदं स्त्रीलिङ्गे अस्ति अतः इत्यनेन पण्डिता बहुपण्डिता अस्तु नगरस्य विशेषणम् इत्यनेन नगरस्य विशेषणम् इत्यनेन अस्तु समीचीनम् अस्तु तर्हि अग्रे अत्र सरलाभगिनी पठति वा भगिनि एतानि सर्वाणि अपि बहुव्रीहिसमासस्य उदाहरणानि बहुव्रीहि प्रायः अन्यपदार्थप्रधान इति लक्षणं पूर्वम् उक्तमेव अतः एतेषु उदाहरणेषु न पूर्वपदार्थस्य प्राधान्यं न अपि उत्तरपदार्थस्य किन्तु अन्यस्य एव अर्थस्य यथा चक्रपाणिः कथयति इत्यत्र कथनक्रियायाः अन्वयः न चक्रेण न वा पाणिना अपि तु पाणिना चक्रं धृतवता नारायणेन परं सः नारायणः न पूर्वपदार्थः न अपि उत्तरपदार्थः स च अन्यः एव अर्थः एवम् अन्यत्र अपि इदानीं ये यानि वाक्यानि वयं दृष्टवन्तः ते तानि सर्वाणि बहुव्रीहिसमासस्य उदाहरणानि सन्ति तत्र न पूर्वपदं प्राधान्यमस्ति न तु उत्तरपदं प्राधान्यमस्ति अन्यपद एव प्राधान्यमस्ति यथा कोष्टके दत्तमस्ति छात्र पुरुष भोक्षक इति सो अन्यपद न तु पूर्वपद यथा प्राप्ता या विद्या इति प्राधान्यं न अस्ति अन्यपदस्य प्राधान्यम् इस्मिन् इत्युक्ते क्रियापदसहे सङ्गच्छति अन्यपदः अन्य उदाहरणम् अत्र दत्तमस्ति चक्रपाणि कथयति इत्यस्य न चक्रं कथति न पाणिं पाणिना न चक्रेण न वा पाणिना कथनं क्रियायाः भवति किन्तु पाणिना चक्रं धृतवता नारायणेन यः नारायण यः पाणिना चक्रं धृतवता नारायणेन तस्य नारायणस्य अन्यपदं नारायणं सूचयति चक्रपाणिः तत्र परं स नारायणः न पूर्वपदार्थः न उत्तरपदार्थः अत्र समस्तपदचक्रपाणि भवति चक्रम् इति पूर्वपदमस्ति तस्य प्रातिपदिकं चक्र भवति पाणिना इति तृतीया विभक्त्याम् अस्ति विभक्तिलोप भूत्वा तस्य पाणि प्रातिपदिकं स्वीकृत्य चक्रपाणिः समस्तपदं भवति तस्य विभक्ति भवति यत् क्रियापदेन सह सङ्गच्छति सो तस्य चक्रपाणिः अत्र दत्तमस्ति चक्रपाणि गच्छति सत्यं सत्यं समीचीनं भगिनि सम्यक् अस्ति तर्हि अत्र स्थगयामः अत्र अग्रिमसप्ताहे के आगन्तुं शक्नुवन्ति के न आगन्तुं शक्नुवन्ति अस्तु अनन्तरं मया विलम्बेन अस्तु अस्तु अस्तु अस्तु अस्तु अत्र लाङ्ग् हालिडेस् अस्ति अतः एव पृच्छामि वर्गम् इच्छन्ति वा अग्रिमसप्ताहे न इच्छन्ति. अस्तु अस्तु अस्तु अस्तु न भवितुम् इच्छामि. अस्तु तर्हि वयं किं कुर्मः इति चेत् अग्रिमसप्ताहे अत्र विरामं स्वीकृत्य अनन्तरं तदनन्तरं मिलामः. अस्तु अस्तु जान् 4th मिलामः. अस्तु धन्यवादः. धन्यवादः. भवत्याः कृते अपि धन्यवादः. किमपि नास्ति. विरामः कदा भगिनि? कदा भगिनि? अग्रिमसप्ताहे न मिलामः. अग्रिमशनिवासरे. हा अस्तु अस्तु अस्तु तावदेव. अस्तु धन्यवादः. धन्यवादः.